येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। वृत्तावसाने नटराजराजो ननादडक्कां नवपञ्चवारम् उद्धृतकामः सनकादिसिद्धान् एतत् विमर्शे शिवसूत्रजालम्। समीचीनं नमस्कारः। अत्र इतःपर्यन्तं किं किम् अभवत् इति दृष्टवन्तः। बलाबलचिन्तनं विषये एव अत्र अचलत्। इदानीम् अत्र यदि च इति अस्ति खलु, अत्र पठतु, आरम्भं करोतु। यदि च त्रयादेशस्य अनन्तरं स्यान् निवद्भावेन तिस्र आदेश उच्यते उच्येत तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं तानि वर्धभ्यमानेन तिस्य आदेशः उच्यते तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिश्चतस्तृ शान्ता पठतु। यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिस्र आदेशः उच्येत तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिस्र चतस्र इत्यस्य अवसरः स्यात् इति कथनेनापि न भवति, यतोहि यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घदिशः अपि अन्तरङ्गम्। अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यानेन दीर्घदिशो न भवति, अस्यां दशायां न तिस्र चतुस्र इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव। अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते। अत्र अर्थनिमित्तत्वम् अनन्तरं शब्दनिमित्तकविषये दृष्टवन्तः। इदानीं पश्यतु अत्र त्रयोदशस्य अनन्तरं एकादश अत्र दश अस्ति, दश अनन्तरं एकादश त्रयोदश द्वादश न तु द्वादश अनन्तरं त्रयोदश अस्ति। अनन्तरम् अत्र आगन्तुं शक्यते, किम् आगन्तुं शक्यते चेत् अत्र दीर्घ आदेशः आगन्तुं शक्यते अन्तरङ्गत्वात्, परन्तु अत्र तिसृ अत्र आदेशस्य न तिसृ चतसृ इत्यस्य अवसरः स्यात् अस्ति एव, परन्तु कथनेन अपि यतोहि यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयोदशः अन्तरङ्गम् अस्ति, अन्तरङ्ग पूर्व पर नित्य अन्तरङ्ग अपवादम् अस्ति, अतः अन्तरङ्गसूत्रमस्ति यया रीत्या अत्र तिसृ आदेशस्य अपेक्षया दीर्घ आदेशः अपि अन्तरङ्गम्। अत्र दीर्घ आदेशः अस्ति चेत् अत्र त्रयोदशस्य अनन्तरं स्थानिवद्भावेन तिसृ आदेशः त्रयोदश इति अस्ति अनन्तरं तिसृ आदेशः भवति प्रथमं पश्यतु अत्र लिङ्ग् सर्वत्र एतत् पदं तु बहुवचने एव भवन्ति वयम् एतत् विषये चर्चां कृतवन्तः अत्र पुल्लिङ्गपदमस्ति त्रयः अनन्तरम् अत्र तिसृ चतसृ इत्यनेन एव स्त्रीलिङ्गपदं तिस्रः इति अभवत् नपुंसकलिङ्गे त्रीणि इति अभवत् अत्र तिसृ इति स्वीकुर्मः अत्र त्रयस्थाने तिसृ आदेशः भवति इति वयं जानीमः अत्र तस्य दीर्घ सति दीर्घत्वनिवारणार्थं तिसृ इति अत्र दीर्घम् आगत्य कार्यं करोति चेत् अत्र एतत् निवारणार्थम् एव एतत् अत्र निषेधकार्यं करणार्थमेव न तिसृ चतसृ इति अस्य अवसरः 6444 पश्येम पठतु अत्र गोदमाल् पठतु नाम प्रत्यये परे तिसृ शब्दस्य चतुसृ शब्दस्य च दीर्घः न भवति अत्र न चतुसृ तिसृ चतुसृ इत्यस्य दीर्घः न भवति एतत् सूत्रेण एव अत्र न चित् तिसृ चतसृ इति सूत्रेण एव अत्र दीर्घः न भवति इति नाम प्रत्यये इन् द प्रसेन्स् नाम कुत्र भवति नाम इति कुत्र भवति सर्वे जानन्ति एव वदन्तु रामाणां तिसॄणां त्रयाणाम् इति नाम नाम इति आगच्छति खलु षष्टि बहुवचने आगच्छति वा नास्ति वा नाम अत्र एव आगच्छति चिन्तनीयमेव बहुवचने आगच्छति हा षष्टि बहुवचने आगच्छति अतः तत्र नाम इति प्रत्यये आगच्छति प्रत्यये नाम आगच्छति चेत् अत्र तिसृ चतसृ इत्यनेन तिसृ चतसृ इति शब्दस्य दीर्घः न भवति इति अत्र दत्तम् अतः एव अत्र अन्तरङ्गत्वात् न तिसृ चतसृ इत्यस्य अवसरः स्यात् इति कथनेन अपि अवसरः नास्ति अवसरः स्यात् इति कथनेन अपि न भवति अत्र एतत् नाम इत्यस्य तिसृ चतसृ इति अत्र दीर्घत्वं न भवति तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गं भवति तिसृ इति अस्ति अत्र त्रयादेशः इति अन्तरङ्गं त्रयः एव भवति खलु पुल्लिङ्गे अत्र दीर्घत्वं त्रया इति भवति अन्तरङ्गमस्ति तिसृ आदेशस्य अपेक्षया दीर्घः आदेशः अपि अन्तरङ्गम् अतः तिसृ इति एतदपि अन्तरङ्गम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत् यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षण्यन्यायेन लक्षणन्यायेन दीर्घ आदेशः न भवति अत्र द्रष्टव्यं न तिसृ चतसृ इत्यनेन एव अत्र त्रया अनन्तरं त्रयादेशः तिसृ इत्यस्य अत्र दीर्घत्वं नास्ति इति एतत् सूत्रमेव न चितृ तिसृ चतसृ इत्यनेन दीर्घनिषेधकसूत्रम् अत्र एतदेव कार्यं करोति यत्र यत्र वयं दृष्टवन्तः एकस्मिन् पक्षे सूत्रं कार्यं करोति अन्यस्मिन् पक्षे एतत्तु निषेधकसूत्रं भवति अत्र एतत् निवारणार्थमेव अर्थनिमित्तिकं निवारणार्थमेव अर्थनिमित्तिकं न स्वीक्रियते. अत्र अर्थम् इति अस्ति, शब्दमिति अस्ति, अत्र अर्थं न स्वीकृतवन्तः. इतोपि एतत् विषये किञ्चित् चर्चितवन्तः अग्रे. अत्र महालक्ष्मी पठितुं शक्यते वा? हरि ओम्, पठतु. तानि वद्रभावः वा? तानि वद्रभावः न, तानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः तानिवत् भवति. दृष्टान्ते चतुर्थिविभक्तौ राम अधिकं येङ् येङ् इल्लादु गे राम इति स्थितो ङेर्थः इत्यनेन अतः अङ्गात् ङेयः भवति. नाम अदान्तात् अङ्गात् ङे प्रत्ययस्य स्थाने य आदेशो भवति. रामयोगः ङे इत्युक्ते रामयोगः य. अत्र सुपीच इत्यनेन अदान्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति. यज्ञादिसुप् प्रत्यये परे सुप् प्रत्यहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ते ये प्रत्ययाः ते सुपि अन्तर्भूताः. सु औजस् अम् औट् शस् ताभ्याम्बिस् ढेभ्यां ङेभ्याम्बिस् डिस्भ्याम्ब्यस् डस् औस् आम् डिम् औस् सुप् अधुना या आदेशः यदापि यन्यादिः किन्तु सुप् नास्ति. अतः सुपीच इत्यस्य प्रसक्तिः न स्यात्. किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावोऽपि तथा. स्थानिनः स्वभावस्य सुपि अद्याहृते य प्रत्ययस्य सुप्तवात् सुपि च इत्यस्य प्रसक्तिः भवति. रामयोगः य सुपि च इत्यनेन अदान्तङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति. अत्र स्थानि वदादे सोन्लिवदौ इति अतिदेशासूत्रम् आदेशः स्थानिना तुल्यं भवति. किन्तु स्थानिसम्भवद्दस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. अस्तु, अत्र प्रत्येकं पङ्क्तिं स्वीकृत्य अत्र किं किम् अभवत् इति पश्येम. अत्र पश्यतु, स्थानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति. आदेशस्य स्वभावः अत्र किम्, मया पूर्वम् उक्तम् उपदेश अवस्थायाम् इति मया उक्तं खलु. उपदेश अवस्थायां कुत्र भवति उपदेश अवस्थायां? मया पूर्वम् उक्तं झटिति वदतु, सर्वे जानन्ति एव उपदेश अवस्थायां कुत्र कुत्र भवति. शान्ता, महालक्ष्मी, गोदम्माल्, षष्ट्यां, षष्टिविभक्त्याम्. एतत्तु आदेशस्य विषये भवती उक्तवती, परन्तु मया पूर्वम् उपदेश अवस्थायाम् इति मया उक्तम्. उपदेश अवस्थायां कुत्र कुत्र भवति, पञ्चस्थानानि मया लिखितं खलु, सर्वे विस्मृतः वा, स्मरन्ति नास्ति वा? महालक्ष्मी अपि शक्यते. महालक्ष्मी किम् अत्र आदेशस्य किम् अत्र अस्तु अहं वदामि. अत्र पश्यतु, धातुविषये, प्रत्ययविषये, अनन्तरं सूत्रविषये, आदेशविषये, अनन्तरं किम्, अत्र पश्यतु, उपदेश अवस्थायां पूर्वं मया लिखितमेव, धातुविषये, सूत्रविषये, प्रत्ययविषये, आगमविषये, आदेशविषये एव अत्र परिवर्तनं भवति. एतदेव उपदेश अवस्थायां मया बहुवारं मया उक्तमेव. उपदेश अवस्थायाम् उपदेश अवस्थायाम् इति दुलभच्छ इति तत्र दुलभच् अहं सूचयिष्यामि एतत् विषये. किमर्थं विस्मृतवन्तः? मया कतिवारम् एतत् विषये मया उक्तमेव. कुत्रापि न लिखितमेव. भवन्तः कृते किञ्चित् अपि संस्कृतभाषायाम् आशा नास्ति इति अहं मन्ये. आशा अस्ति चेत् कुत्र कुत्र भवति इति अत्र कोऽपि न आगतवन्तः अद्य अपि. किमर्थं संस्कृतभाषायां किमपि न इच्छस्ति, ज्ञापकं न मनसि किमपि? अत्र पश्यतु, इदानीम् अत्र एदम् इति अस्ति खलु, एदम् अत्र द्रष्टुं शक्यते खलु, एदम् अत्र एदम् उपरि किं किम् अस्ति? दकार उत्तरवर्ति किम् अस्ति? चन्द्रबिन्दु. अनन्तरं दकार उत्तरवर्ति किम् अस्ति? औकारान्तम् अकारः. इतः पर्यन्तं न जानन्ति वा तकार उत्तरवर्ति किम् अस्ति? कतिवारं मया पकार उत्तरवर्ति किम् अस्ति, अकार उत्तरवर्ति किम् अस्ति, वकार उत्तरवर्ति किम् अस्ति, सर्वदा मया उक्तं खलु. पकार उत्तरवर्ति अकारः अस्ति, ककार उत्तरवर्ति अकारः अस्ति, वकार उत्तरवर्ति अकारः अस्ति, सर्वत्र अकारः एव श्रूयते. कतिवारं मया एतत् विषये वक्तव्यं? दकार उत्तरवर्ति किम् अस्ति इदानीम्? अकारः एव. किमर्थम् अत्र झटिति न वक्तव्यं खलु? झटिति वक्तव्यमेव. किमर्थम् अत्र न झटिति न उक्तवन्तः? अत्र शिशवः नास्ति खलु? दकार उत्तरवर्ति अकारः एव तिष्ठति, अनन्तरम् अकारः अस्ति, अनन्तरं उपरि किम् अस्ति अत्र? चन्द्रबिन्दु अस्ति. चन्द्रबिन्दु, एतत् अनुनासिकवर्णः. यत्र यत्र चन्द्रबिन्दु अस्ति एतत् अनुनासिकवर्णः लिखतु कुत्रापि लिखतु अत्र लेखनीं स्वीकृत्य किञ्चित् स्थाने लिखन्तु एतत् मनसि अत्रैव स्था स्मरणार्थं भवति एव अकार उत्तरवर्ति चन्द्रबिन्दु अस्ति च एतत् चन्द्रबिन्दु एव अनुनासिकवर्णः इदानीमत्र इदानीमत्र अकार उत्तरवर्ति चन्द्रबुद्धु उपदेश अज अनुनासिक ईत् इत्यनेन ईत् भवति अतः तत्र किं भवति किं तिष्ठति अत्र इदानीं किं तिष्ठति एद् एव किमर्थं मकारः श्रूयते अत्र एद् एव श्रूयते खलु ककारः चन्द्रबिन्दु अपि ईत् भवति खलु उपदेश अज अनुनासिक इत्यनेन संस्कृतभाषायां सम्भाषणं करणीयमेव प्रयत्नं करोतु अस्माकं वर्गः चलन्ति खलु वासरे बुधवासरे अत्र प्रयत्नं कर्तुं सम्भाषणं कर्तुं शक्यते एव एतत् जानन्ति एव इदानीम् अत्र दकार उत्तरवती अकारः गच्छति चेत् अत्र किं तिष्ठति ईद्धि एव तिष्ठति खलु दकारः ईद् योगः अकारः अनन्तरमेव दकारः आगच्छति आयाति खलु अत्र इदानीम् एदेव तिष्ठति खलु एतदेव अत्र किम् अवस्थायाम् अत्र उपदेश अवस्थायाम् अत्र अवस्था कुत्र कुत्र भवति अवस्था कुत्र कुत्र भवति धातुविषये भवति पठतु सूत्रविषये भवति पठतु उपदेश अधस्थानां धातुविषये भवति सूत्रविषये भवति प्रत्ययम् आगमः आदेशः भवति उत्तमं सर्वत्र अत्र उपदेश अवस्थायां परिवर्तनं भवति इदानीम् अत्र पत्रं गच्छामि करपत्रं स्थानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति अत्र पञ्चविषयाणि मया सूचितं खलु किं किं धातु सूत्रं प्रत्ययम् आगमः आदेशः इदानीम् अत्र स्थानिवत् भावः इत्युक्ते किम् आदेशः विषये स्थानिवत् भावः मया शिशवः इव अत्र स्वीकृत्य वदन्ती अस्मि स्थानिवत् भावः नाम कः आदेशस्य स्वभावः अत्र पञ्च दृष्टवन्तः खलु अन्ते आदेशः भवति खलु तत् आदेशस्य स्वभावः किं स्थानिवत् आदेशस्य स्वभावः महालक्ष्म्याः स्वभावः किम् अत्र शान्तस्वरूपी स्वभावः किं शान्ता शान्ति सर्वदा शान्तरूपेण भवति तादृशं आदेशः स्वभावः इत्युक्ते अत्र स्वभावमेव सूचयति स्वभावं कस्मिन् मनुष्ये कस्मिन् स्वभावः भवति अत्र आदेशस्य विषये किं भवति चेत् यत्र परिवर्तनं भवति तत् आदेशः अन्य नाम किम् आदेशस्य अन्य नाम किं स्थानिवत् आदेशस्य स्वभावः अत्र स्थापयतु इस् ईक्वल् टु किं भवति धातु सूत्रं प्रत्ययं न सर्वं त्यजतु, इदानीम् आदेशस्य विषये एव वयं पठितुं शक्नुमः. आदेशस्य स्वभावः इदानीं किम्? स्थानीयत् स्थानिवत् स्थानि इत्युक्ते किम्? कुत्रापि अत्र स्थानं उत्तमं, स्थानम् इत्युक्ते प्लेस् उत्तमम्. अत्र स्थानिवत् भवति, आदेशः यत्र भवति अन्यवर्णः आगच्छति तत् अन्यवर्णः एव स्थानिवत्. स्थानम् इत्युक्ते वत् इत्युक्ते इव, महालक्ष्मी इव शान्ता भवति, शान्ता इव महालक्ष्मी भवति, इव सदृशं पोल अवले पोल इवल्, इवले पोल अवल् वत्. इदानीम् अत्र स्थानिवत्, स्थानिवत् इत्युक्ते आदेशस्य स्वभावः स्थानिवत् भवति. मनसि स्थापयतु. इदानीं ककार उत्तरवर्ति किम् अस्ति झटिति वदतु. इदानीमेव मया बहुवारम् उक्तवान् उक्तं खलु अकार उत्तरवर्ति अकारः एव तत् अकारः इदानीं किम् अकारः इदानीं हाकारः वा अकार उत्तरवर्ति अकारः एतत् किं भवति आदेशः भवति खलु आदेशः भवति तत् आदेशस्य स्वभावः किम् इदानीं स्थानिवत् उत्तमम् इदानीं ककार उत्तरवर्ति ककारः अस्ति इदानीं तत् उत्तरवर्ति किम् अस्ति उत्तरवर्ति किम् अस्ति अकारः तत् अकारः किम् आदेशः आदेशः भवति तत् आदेशः किम् स्थानिवत् भवति तावदेव कान्सेप्ट् जानामि कान्सेप्ट् जानामि खो स्वल्पं समयमस्ति मनसि स्थापयतु अतः एव मया अधिकवारम् अत्र रटनम् अभ्यासविषये मया रटनमेव अस्तु अस्तु स्वभावः स्थानिवत् भवति सकार उत्तरवति अकारः तत् अकारः एव आदेशः इदानीं तत् आदेशः अन्य नाम किं स्थानिवत् भवति स्थानिवत् अग्रिमवर्गे पृच्छामि एव झटिति वक्तव्यमेव अत्र अत्र किञ्चित् किञ्चित् अत्र शान्ता एतत् विषये किमपि न जानाति एव बहुवारं मया उक्तमपि सा एतत् विषये प्रयत्नं न करोति एव अत्र अन्य कोऽपि एतत् तादृशमेव अत्र गोधूमाल् अपि अत्र एतत् विषये किञ्चित् स्मरणार्थम् एतत् रटनं भवितव्यम् आदेशः किम् अत्र कः क उत्तरवर्ति अकारः तिष्ठति तत् अकारः एव आदेशः भवति आदेशस्य स्वभावः किं स्थानिवत् भवति एतत् समीचीनतया मनसि अस्ति एव वयम् अग्रे गन्तुं शक्नुमः अस्तु इदानीं स्थानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति दृष्टान्ते चतुर्थी विभक्तौ रामयोगः ज्ञे इति अस्ति ज्ञे इति अस्ति अत्र ज्ञे इति अस्ति एतत् ज्ञे केन सूत्रेण इति भवति अत्र किं तिष्ठति कोऽपि स्मरन्ति वा ज्ञापकमस्ति वा अत्र स्मरणार्थम् अहं पृच्छामि अत्र सु औजस् सर्वे जानन्ति वा रटनम् अभवत् वा कोऽपि वदतु सु औजस् जानाति वा सु औजस् रटनं करणीयं महोदय सु औजस् पठतु महालक्ष्मी पठतु आं मत सु औजस् अम् औट् चस् ताभ्यां बिस् डेभ्यां बिस् तेभ्यां बेस् डसि भ्यां बेस् डस् औस् आम् पश्यतु एतत् ज्ञे यत्र अत्र बिन्दुः अस्ति खलु बिन्दुः अस्ति चेत् एतत् ने ज्ञे ज्ञे नि एतत् कुत्र भवति ञकारः किं वर्गे भवति ञकारः ऐकार भवति ञकारः कुत्र भवति इति मम प्रश्नः ञकारः का वर्गस्य भवति उत्तमं का वर्गस्य अन्तिमवर्णः एव ञकारः पञ्चमवर्णः ञति खलु एतत् सर्वत्र सवर्गस्य पञ्चमवर्णः एव भवति नेभ्यां व्यस् न्यस् औस् आम् औस् न्यस् ओस् आम् नि औस् सुक् एते प्रत्ययाः अत्र एकमेव अत्र अस्ति ओ अत्र द्वितीय ओ एव ओ औ अत्र क्लेशः अस्ति वा एतदेव औ औ द्विवारम् अत्र उपरि अस्ति खलु इदानीं क्षम्यतां सुप् नि औ सुप् एते प्रत्ययाः ओस् एव ओस् एतदेव औ अत्र औ ओ अत्र क्लेशः भवति वा भवत्याः कृते एतदेव ओ अ इ उ ए ऐ ओ एतत् ओ अस्ति उपरि एक एव अत्र अस्ति द्वे अस्ति तु औ भवति आरम्भतः क्लेशः अस्ति वा भवत्याः कृते नाम नाम इदानीं पठतु प्रथमा विभक्ति किं किं भवति प्रथमा विभक्ति सुऔजस् पठनं करोमि मा सुऔजस् पठनार्थं क्लेशः अस्ति वा अनन्तलक्ष्मी न आगतवती अनन्तरम् अत्र गायत्री अपि न आगतवती अनिल् महोदय अपि न आगतवती किञ्चित् लिखितवन्तः वा किम् अत्र ग्रूप् मध्ये किमपि लिखितवन्तः वा प्रेषितवन्तः स्क्रीन् शाट् प्रेषितवन्तः ग्रूप् मध्ये अनिल् महोदय आगन्तुं न शक्नोति इति वा अत्र द्वितीयविभक्ति पठतु द्वितीयविभक्ति अम् अम् औट् अम् औट् शस् अम् औट् शस् तृतीया ताभ्यां व्यस् बिस् बिस् ताभ्यां बिस् चतुर्थी देभ्यां व्यस् किं किं किं भवति किं ने ने ने अत्र डकारः अत्र बिन्दुः नास्ति डकारमध्ये एतदेव डकारः अत्र बिन्दुः अस्ति खलु बिन्दु अस्ति वा एतदेव ञकारः ञकारः यत्र नकारः कुत्र भवति सवर्गे पञ्चमवर्ण नकारः भवति सवर्गे पञ्चमवर्णः एव ञकारः एतत्तु ढकारः अत्र ढकारः अनन्तरं ञकारः अत्र किं किं किञ्चित् मनसि स्थापयतु महालक्ष्मी आम् मत अत्र इदानीम् अत्र चतुर्थीविभक्ति किं भवति चतुर्थीविभक्ति दशिभ्यां व्यस्य दशिभ्यां व्यस्य चतुर्थी ने अस्ति खलु नेभ्यां व्यस् तत् ने कुत्र भवति सकारवर्गः सवर्गस्य सकारवर्गः नाम का वर्गस्य अत्र अनिल् आगतवान् अस्तु अनिल् अत्र ने इति अस्ति खलु एतत् ने अनुबन्धलोपानन्तरं किं भवति पूर्वं किं भवति अत्र सूत्रं जानाति खलु भवान् सर्वे जानन्ति एव अत्र अनुबन्धकः अत्र ञे इति अस्ति खलु चतुर्थीविभक्ति एकवचनं ञे इति अस्ति आम् आम् जानाति खलु अत्र ञे इति अनुबन्ध अत्र सूत्रं भवति एतत् सूत्रेण एव अत्र इत् भवति अनन्तरं किम् अवशिष्यते सर्वे जानन्ति एव प्रथमं तत् ञकारः कुत्र भवति कावर्गीयपञ्चमवर्णः भवति एतत् सूत्रं सर्वे जानन्ति एव किं सूत्रेण अत्र भवति अस्तु इदानीं पश्यतु लषते लषक्व नकारः शकारः कावर्गीय सर्वं जानन्ति एव ने इत्यस्य ञकारः इत् भवति केन सूत्रेण लकशु लषकु लषकु लषकु अतद्धिते लषकु अतद्धिते लषकु अतद्धिते आम् बहुवारं मया उक्तं खलु लषकु तद्धिते विषये लकारः शकारः अनन्तरं तद्धित अतद्धित इत्यनेन तत्र ञे ञसि ञस् ञि इत्यस्मात् सर्वत्र ञकारः इत् भवति इदानीम् अत्र ञे इति अस्ति ञकारः इत् भवति इदानीम् अवशिष्टवर्णः किम् उत्तम ए एव तिष्ठति इदानीमेव अत्र पश्येमे चेत् अत्र चतुर्थीविभक्ति एकवचनं ञे अस्ति तत् ञे तु ञेभ्यां व्यस् अस्ति ञे चतुर्थी एकवचनं अत्र विवक्ष अस्ति चतुर्थी एकवचनं विवक्ष अतः ञे इति स्थापयामः इदानीं ञेर्य इति सूत्रेण अत्र 7.1.13 अत्र एव भवति वा 7.1.13 अत्र पश्यतु नेर्यः इति सूत्रेण पठतु अनिल् महोदय पठतु अदन्तात् अङ्गात् परस्य नेप्रत्ययस्य यकारादेशः भवति नेर्यः इति सूत्रेण ने अत्र गच्छति एकारः एव तिष्ठति अनन्तरम् अत्रैव पश्यतु रामे रामयोः ञे अस्ति इदानीं ञेर्यः इत्यनेन ञे प्रत्ययस्य ञे इति अस्ति अनन्तरं तत् प्रत्ययस्य पूर्णतया यकारादेशः भवति ञे इति किम् अस्ति एकवर्णः वा अनेकवर्णः वा ने इति? अनेकवर्णः. हा उत्तमम्, अनेकवर्णः. तत् अनेकवर्णस्य स्थाने किम् आदेशः भवति इदानीम्? यकारः आदेशः भवति. अतः रामयोः या इति भवति. इदानीम् अत्र स्थानिवत् भावेन इदानीम् अहं वदामि स्थानिवत् भावः इत्युक्ते किम् इति. पश्यतु अत्र आदेश इदानीं करपत्रं स्थानिवत् भाव नाम किम् इति चेत् स्थानिवत् भावः यत्र आदेशः भवति. पूर्वं मया उक्तं धातुः प्रत्ययः सूत्रे आगमः आदेशः विषये एव उपदेश अवस्थायां भवति. अत्र एदा इति अस्ति, एदा इति अस्ति दकार उत्तरवर्ति अकारः अनन्तरम् अनुनासिकवर्णः अस्ति. अकार दकार उत्तरवर्ति अकारः अनुनासिकवर्णः इत् भवति. उपदेश अज अनुनासिक इत् इत्यनेन एतत् सूत्रेण इत् भवति. एदेव तिष्ठति. तत्र दकार उत्तरवर्ति अकारः अनुनासिकवर्णः एतत् सर्वेषां कृते अत्र यत्र आदेशः भवति, आदेशः भवति तस्य आदेशः भवति चेत् तस्य आदेशस्य इदानीम् अत्र ञे इति दृष्टवन्तः. ञे स्थाने पूर्णतया यकारः आदेशः भवति. तत् यकारः इदानीं किं भवति? आदेशस्य स्वभावः किम् इदानीम्? स्थानीयत् भावः. एकवारं पठितं चेत् अत्र मनसि स्थापनीयमेव. अत्र आदेशस्य स्वभावः किम्? स्थानिवत् भवति. इदानीं क उत्तरवर्ति अकारः, तत् अकारः आदेशः. तत् अकारस्य अन्यनाम स्थानिवत्. अस्तु, अत्र क्लेशः अस्ति वा कुत्र स्थानिवत् भवति इति? अनिल् महोदय. अत्र एकवारं पठतु, एकवारम् अत्र प्रथमपङ्क्तिः पठतु. स्थानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति. एतदेव, अत्रैव प्रश्नः, अत्रैव उत्तरं. स्थानिवत् नाम किम्? यत्र आदेशः भवति सा उत्तरवर्ती अकारः अस्ति, तत् अकारः स्थानिवत् भवति. अत्र आदेशस्य स्वभावः एव, यत्र आदेशं भवति तत् स्थाने एव तत् स्वभावः एव स्थानिवत् भवति इति. स्थानिवत् इत्युक्ते शत्रुवत् भवति. परन्तु तत्र एतत् आदेशस्य विषये एतदपि चिन्तनीयं. परन्तु अत्र स्थानिवत् आदेशः इत्युक्ते किं? स्थानिवत् भवति. अत्र किमपि परिवर्तनं स्थानं भवति, स्थानमेव इदानीम् अत्र मनसि स्थापनीयं. शत्रुवत् इति अत्र सन्धिं विषये एतत् विषये पश्यामः. इदानीम् आदेशः इत्युक्ते किम्? आदेशस्य स्वभावः किम्? आदेशस्य स्वभावः तु किम्? स्थानिवत् स्थानिवत् भवति. स्थानिवत् आदेशस्य स्वभावः. अन्य कोऽपि अस्ति? किमर्थम् अत्र न उद्घाटनं भवन्ति मुखे? अत्र प्रयोजनं नास्ति. गोदामल् अस्ति, अनन्तरं शान्ता अस्ति, सर्वदा महालक्ष्मी एव उक्तवती. अन्य कोऽपि न आगतवन्तः वा? एतत् प्रथमं पङ्क्तिः अवगच्छति वा न अवगच्छति वा? गोदामल् अवगच्छति, अवगच्छति खलु? स्थानिवत् इदानीं महालक्ष्मी वदतु, स्थानिवत् इत्युक्ते किम्? हा, स्थानिवत् इत्युक्ते उपदेश अवस्थायां धातुरूपेण सूत्ररूपेण प्रत्ययरूपेण आगम आदेशः सर्वे स्थानिवत् भवति. यत्र यत्र कार्यं भवति अत्र आदेशस्य इदानीं का उत्तरवती आ अस्ति अत्र आदेशः भवति खलु उत्तरवती आ एव एतत् आदेशः तु स्थानिवत् भवति स्थानिवत् आदेशस्य स्वभावः किम् स्थानिवत् शब्दस्य अर्थः कः परिवर्तनं भवति परिवर्तनं भवति अनन्तरम् अनिल् महोदयेन इव कोऽपि अस्ति वा अनिल् महोदयस्य अनिल् महोदय अस्ति अत्र सदृशतमः इव कोऽपि अस्ति वा न नास्ति इति वक्तुं शक्नुमः मम पुत्रः अपि मम सदृश मम इव अस्ति मम भार्या मम सदृश मम इव नास्ति स्थानी इत्युक्ते स्थानमेव सूचयति अत्र ककार उत्तरवती अकारः आदेशः भवति तत् आदेशः एव स्थानिवत् भवति स्थानी इत्युक्ते स्थानमेव यत्र परिवर्तनं भवति यत्र अन्यवर्णः तिष्ठति तत् अन्तिमवर्णः एव स्थानं भवति अत्र इदानीं ञेर्यः इति स्वीकुर्मः चेत् भवानेव पठतु इदानीं दृष्टान्ते चतुर्विभक्तौ रामयोगने इति स्थितौ नेर्यः इत्यनेन अतः अङ्गात् नेः यः भवति नाम अदन्तात् अङ्गात् नेः प्रत्ययस्य स्थाने य आदेशो भवति रामयोगने रामयोग य अत्र सुपि च इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति ययादि सुप् प्रत्यये परे सुप् प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्त ये प्रत्ययाः ते सुपि अन्तर्भूताः सु औ जस् अम् औट् अस् ताभ्यां भस् नेभ्यां भस् नसिभ्यां भस् नस् ओस् आम् नि ओस् सुप् अर्धवर्णः एव सूचयन्ति खलु वर्णः अर्धमेव अत्र अत्र अत्र एतत् बकारः अर्धमेव ब्याम् अत्र बिस् पूर्णतया बकारः श्रूयते इदानीम् अत्र ब्याम् इदानीं ब्यस् बयस् नास्ति इदानीं पठतु सु औजस् अम् औट् शस् सु औजस् अम् औट् शस् ताभ्यां बिस् नेभ्यां भस् नेभ्यां ब्यस् बस् नास्ति बकारः अर्ध अर्धम् एव नसिभ्यां भ्यस् नस् ओस् आम् नि ओस् सु अत्र श्रुतवती वा महालक्ष्मी ओस् एव औस् नास्ति औस् इत्युक्ते गृहमेव अत्र ओस् औस् औट् सु औस् इदानीम् मात अहम् एक संशयः अस्ति मात अकारः आदेशः भवति चेत् स्थानिवत् भवति यकार यत्र आदेशः भवति चेत् स्थानिवत् भवति उत्तमम् यत्र आदेशः भवति तत् आदेशः तु पञ्च स्थानानि भवन्ति इदानीमेव उक्तवती खलु प्रत्ययः आदेशः आगमः धातोः सूत्रविषये सर्वत्र आदेशः परिवर्तनं भवति एकस्मिन् वर्णे अन्यवर्णः आगच्छति चेत् तत् परिवर्तनं तु आदेशः इति भवति. तत् आदेशस्य स्वभावः किम् इत्युक्ते मया उपदेश अवस्थायां धातु सूत्रं प्रत्ययम् आगमः आदेशः भवति. तत्र परिवर्तनं भवति. अत्र आदेशः इति वक्तव्यम्. आदेशस्य स्वभावः किम्? अनिल्महोदयस्य स्वभावः किं? शान्तस्वरूपी. तादृशमेव आदेशस्य स्वभावः किम् इत्युक्ते स्थानिवत् भवति. अवगच्छति वा अनिल्महोदय? इदानीं पठतु. इदानीम् अत्र दृष्टान्ते चतुर्थिविभक्ति स्वीकुर्मः चेत् अत्र ज्ञे इति अस्ति. तत् ज्ञे तु ज्ञेर्यः इति सूत्रेण पूर्णतया यकार आदेशः भवति. इदानीमेव दृष्टवन्तः. ज्ञेर्यः इति सूत्रेण यकारः 7113 अत्र नेर्यः इति सूत्रेण अदन्तात् राम इति भवति. राम इति मकर उत्तरवर्ति किं श्रूयते? अकारः. अदन्तम् अत्येव अङ्गम्, अत्येव अन्ते भवति. अतः एव अदन्तात् अङ्गात् परस्य ने प्रत्ययस्य यकार आदेशः भवति पूर्णतया. अदन्तात् अङ्गात् परस्य. इदानीं राम इति मकार उत्तरवर्ति अकारः, अतः अत् एव अन्तम्, अतः एव अदन्तम्. किञ्चित् क्लेशः अस्ति वा इतः पर्यन्तम्? अस्ति चेत् पृच्छतु. यकार इत्युक्ते अविहाय य, रैट्? इदानीम् अत्र किञ्चित् उपरि उपरि न गच्छतु. अत्र ने इति स्थाने नेर्यः इत्यनेन ने प्रत्ययस्य पूर्णतया, एतत् पूर्णतया अत्र यकार आदेशः भवति. तावदेव मनसि स्थापयतु. एतत् सूत्राणि पाणिनिना कृतम्. अत्र पूर्णतया एतत् झटिति अत्र त्यक्त्वा ज्ञे इति ज्ञकारः अनन्तरम् एकारः मिलित्वा ज्ञे इति भवति. तत्र द्वौ वर्णौ स्तः. इदानीं भवतः प्रश्नः किम्? अत्र यकार आदेश न, अत्र य आदेशः अस्ति, रैट्? प्रत्ययम् अत्र यकारः तादृशं न वक्तव्यं. यत्र यत्र प्रत्ययम् आदेशः भवति अत्र या एव तत्र वक्तव्यं. यकारः इति नास्ति, या एव अत्र प्रत्ययः अस्ति. इदानीं तत्र य इति भवति. अत्र स्थानिवत् भावेन अनन्तरं स्तुति च इति अपि कार्यं करोति. स्तुति च इत्युक्ते किम्? अत्र अङ्गात् राम इति अङ्गमस्ति. अत्र मकारः श्रूयते. मकारविषये अत्र दीर्घत्वं भवति. सुपीच इदानीं पूर्वमेव एतत् सुपीच इति सूत्रं दृष्टवन्तः. अङ्गात् परस्य सुपीच इदानीमेव द्रष्टुं शक्यते एव. 7302 ययादि सुप् प्रत्यये परे अदन्तस्य अङ्गस्य राम इति अस्ति. अत्र मकार उत्तरवति अकारः इति अस्ति. अतः तत्र अदन्तम् अत् एव अन्तम्, अतः अदन्त अङ्गस्य दीर्घः भवति. अतः एव राम इति अस्ति चेत् रामा इति भवति. प्रश्नः उदेति वा? इदानीम् अत्र अत्र रामा इति भवति सुपीच इत्यनेनैव. अङ्गस्य दीर्घः भवति रामा. अनन्तरं या योजनेन रामाय इति भवति. रामाय कुत्र भवति? चतुर्थी एकवचनं. चतुर्थी विभक्ति एकवचनं. नेर्य इति सूत्रेण पूर्णतया ने स्थाने या आदेशः भवति. अनन्तरं सुपीच इत्यनेन मिलित्वा सुपि च इत्यनेन दीर्घं भवति. अनन्तरं वर्णमेलनमेव रामा योगः य रामाय इति भवति. अत्र गोतमाल् प्रश्नः अस्ति वा, सन्देहः अस्ति वा? न, मया बहुवारम् उक्तम् एतत् समीचीनतया अवगच्छति एव. शान्त अवगच्छति वा, क्लेशः अस्ति वा? इदानीमेव पृच्छतु. अवगच्छामि. समीचीनम्. अस्तु, महालक्ष्मी अपि अवगच्छति खलु? इदानीं करपत्रम् एतत् किमर्थम् अत्र मया उक्तं सानिवत् इति बहुमुख्यमस्ति. अनिल् महोदय, एतत् विषये एव सर्वदा सर्वेषु स्थाने कार्यं भवति, स्थानिवत् इत्यनेन एव. इदानीं सुपिञ्च इत्यनेन अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घ आदेशः भवति ययादिप्रत्यये. अत्र सुट् इति अस्ति. सुट् इत्युक्ते किं वदतु, सर्वे जानन्ति एव, मया बहुवारम् उक्तम्. पञ्चमवर्णाः खलु. इदानीं भवान् उक्तवान् खलु, पञ्चम पञ्चवर्णाः सुट् इति बहुवारं उक्तं. बहुवारं मया उक्तमेव. फोर् वन् टु खलु. अस्तु, अत्र सु अस्ति, औ अस्ति, सु औ एतत् पर्यन्तमेव सुट् द्रष्टुं शक्यते खलु. एव भवान् उक्तवान् सु औ जस्ट् अम् औट्. एतदेव सुट् इति अस्ति. इदानीमत्र अन्ते स्थितस्य अकारस्य दीर्घ आदेशः भवति ययादि सुप् प्रत्यये परे. सुप् इत्युक्ते किम्? सुप् इत्युक्ते सर्वं. सर्वम् अत्र सर्वम् इत्युक्ते कति कति प्रत्ययाः सन्ति? एकविंशतिः. उत्तमम्, एकविंशतिः. भवती समीचीनतया एतत् स्मरन्ति एव, उत्तमम्. अत्र करोमि, रटनं करोमि. जानामि भवती एतत् विषये किञ्चित् इतोपि अधिकचिन्तनमस्ति चेत् झटिति वक्तव्यमेव, वदति एव. इदानीं सुप् इति एकविंशतिः अस्ति. एतत् ययादिप्रत्यये, अत्र ययादिप्रत्यये सुप् इति, सुप् इति प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते अपि अन्तर्भूताः. एतत् एव सुप् प्रत्ययं, न तु ययादिप्रत्ययः. ययादि अस्ति चेत् अत्र सर्वाणि प्रत्ययानि आगच्छति. अधुना य आदेशः यद्यपि ययादि किन्तु सुप् नास्ति. सुपि च इत्यनेन प्रसक्तिः न स्यात्. अत्र अधुना य आदेशः यदि अपि ययादि यकारः अस्ति, अतः ययादि ययादिः इति अस्ति, परन्तु अत्र सुप् नास्ति, ययादिप्रत्यये एव अस्ति, अत्र सुप् नास्ति, अतः सुपि च इत्यस्य प्रसक्तिः न स्यात्। किन्तु स्थानिवत् भावेन स्थानिनः स्वभावः यथा यत्र आदेशः भवति तत्र स्वभावः अपि भवति। स्थानिनः स्वभावस्य सुपि अध्याहृते, अध्याहृतम् इत्युक्ते किम्? कोऽपि जानाति वा? मया अपि उक्तम् अध्याहृतम्, किञ्चित् समये एव मया उक्तम्। अध्याहृतम् इत्युक्ते किम्? अध्याहृतम् इत्युक्ते अनुबन्ध लोप अस्ति, न अनुबन्धलोपं नास्ति। इदानीं च इति मया इच्छति, च अध्याहृत इत्युक्ते इम्प्लिसिट्, च वा एकम् एकं अन्य कोऽपि अत्र म्यूट् करोतु। अत्र किमपि वर्णः योजनं शक्यते चेत् आवश्यकमस्ति, तत् आवश्यकमेव अध्याहारः इति ज्ञातुं शक्यते। अध्याहृते इदानीम् अध्याहृतं किम्? यत्र किञ्चित् वर्णः अत्र योजनं कृतवन्तः तत् एव अध्याकृतम्। इदानीम् अध्याकृते यः प्रत्ययः सुप्त्वात् सुप् अस्ति, एकविंशतिः अस्ति, सुपि च इत्यस्य प्रसक्तिः भवति। अध्याकृते यः या प्रत्ययस्य सुप्त्वात् या अपि अत्र नेर्यः इति सुप् इति अन्तर्भूतः अस्ति वा नास्ति वा? नेर्यः इति ने इति चतुर्थी एकवचनम् अस्ति, अस्ति वा नास्ति वा? अतः सुप् इति य नेर्यः इति स्थाने य आदेशः भवति, य इति वर्णः आदेशः भवति, अत्र यकारः इति न वक्तव्यं, तत् य प्रत्ययः आदेशः भवति। एतत् अन्तर्भूतः खलु, सुप् इति अन्तर्भूतः खलु वा नास्ति वा? खलु नेर्यः इति सूत्रमस्ति, तत् चतुर्थीविभक्ति एकवचनं किं शान्त? गोदमाल् महालक्ष्मी शक्यते चतुर्थीविभक्ति एकवचनं किम् अत्र? रामाय ज्ञे एव अस्ति खलु, अत्र ज्ञे इति एतत् मिलित्वा एव 21 अस्ति खलु एकविंशतिः, आम् मिलित्वा एव अस्ति। अत्र ज्ञे एतत् सुप् मध्ये अन्तर्भूतः वा नास्ति वा शान्त? शान्त अस्ति अन्तर्भूतः अस्ति, अतः एतदेव मम प्रश्नः। गोदमल ज्ञे इति एकविंशति प्रत्ययानि सन्ति, अत्र ज्ञे इति अन्तर्भूतः वा नास्ति वा? अन्तर्भूतः अस्ति। इदानीं वर्गे सन्ति, अत्र गोदम वर्गे अस्ति वा नास्ति वा इति चेत् सन्ति अस्ति एव, तादृशमेव एकविंशति सुप् प्रत्ययम् अस्ति, तत्र ज्ञे इत्यस्य अत्र ज्ञेर्यः इति सूत्रेण ज्ञे स्थाने य आदेशः भवति। इदानीं य अन्तर्भूतः वा नास्ति वा? अन्तर्भूतः एव अन्तर्भूतः एव, परिवर्तनमस्ति सूत्रेण, परिवर्तनमस्ति अत्र अपि टा नसि नसा इनास्मिनोः इत्यनेन एव टा इति स्थाने आ इति आगच्छति अन्ते, ञे इत्यस्य ए एव तिष्ठति, ञसि इत्यस्य ञकारः इत् भवति, इकारः अनुनासिकवर्णः अपि इत् भवति, ञस्य एव अस्य एव तिष्ठति, इदानीमपि अस्यैव तिष्ठति. नि इत्यस्य किं तिष्ठति इदानीम्? इ उत्तमम्. इ एव तिष्ठति. पोस्ट् मध्ये किमपि नास्ति. व्यां व्यां व्याम्. औट् मध्ये औ एव तिष्ठति. जस् मध्ये चुटु इत्यनेन जकारः इत् भवति. अकारः एव तिष्ठति. अत्र अस्ति एव भवति अन्ते. इदानीं शस्तु भवति. चकारः इत् भवति. केन सूत्रेण? इदानीमेव मया उक्तम्. अनिल् महोदयेन अपि उक्तं. लशकतद्धित इत्यनेन चकारः इत् भवति. अकारः एव तिष्ठति. अतः अन्ते अस्ति एव भवति. बिस् किमपि नास्ति. बिस् किमपि नास्ति. बिस् इत्युक्ते बिः भवति. व्यस्मति व्यः भवति. रामेभ्यः तादृशं भवति. अत्र अपि व्यस् व्यः भवति. आम् इति आम् एव. रामाणाम् इति अस्ति. सुप् मध्ये रामेषु इति अस्ति. अत्र शु इति किमर्थम् आदेशः भवति? सकारस्य स्थाने दन्त्यसकारस्य स्थाने मूर्धने सकारः आगच्छति चेत् अत्र आदेशप्रत्ययोः इत्यनेन रामेषु इति भवति. एतत् विषये अन्ते पश्यामः. इदानीम् अत्र ञप्रत्ययस्य सुप्त्वात् सुप्त्वात् सुप् मध्ये अस्ति एव ञे इति. ञे स्थाने एव य आदेशः भवति ञेर्य इति सूत्रेण. सुपीच इत्यस्य प्रसक्तिः भवति. रामयोगः या सुपीच इत्यनेन अदन्त अङ्गस्य रामा इति भवति. अनन्तरं वर्णमेलनेन एव रामाय भवति. अदन्त अङ्गस्य दीर्घः भवति. रामाय इति रूपं सिद्ध्यति. अत्र सानिवत् आदेशे सानिवत् आदेश आदेश अत्र 1156 पश्येम. अत्र पश्यतु. एतत् पठतु. गच्छतु गच्छतु. चिन्ता मास्तु. अत्र अत्र पठतु. सानिवत् आदेशः अनल् विदौ. सानिवत् आदेशः अनल् विदौ. अत्र एकवर्ण आश्रितानि कार्याणि विहाय अन्येषु स्थानीय स्थानि आश्रयेषु कार्येषु आदेशः एकवर्णमस्ति. एकवर्णः नास्ति. अन्यवर्णः अपि तानि भवति. एतत् किञ्चित् इतोपि दीर्घतया पठितमेव. अत्र झटिति न वक्तव्यम्. एतत् किञ्चित् अवगमनार्थम् इतोपि वक्तव्यमेव. अस्तु. अत्र शान्तिमन्त्रं वदतु गोदामल्. महालक्ष्मी. आम्. ॐ सहना भवतु. सहनो भुनस्तु. सह वीर्यं करवावहै. तेजस्विनामतीतमस्तु. मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. हरि ओम्. धन्यवादः. तत्र स्थानिवत् भाव इत्यनेन स्थानिवत् आदेशो अनल्विदौ इति अस्ति. एतत् अग्रे अग्रिमवर्गे इतोपि एतत् विषये पठितुं शक्यते एव. किञ्चित् इतोपि वक्तव्यमेव. अस्तु. धन्यवादः सर्वेभ्यः. नमस्कारः. धन्यवादः माता.